नमस्कारः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। गतवर्गे अस्माभिः निजन्तप्रेरणार्थिनिच् इत्यस्य परिचयः प्राप्तः। वयं जानीमः निच् प्रत्ययः अर्धधातुकप्रत्ययेषु अन्यतमः अस्ति, वस्तुतः धातुप्रत्ययः द्वादशधातुप्रत्ययेषु अन्यतमप्रत्ययः निच् प्रत्ययः। निच् प्रत्ययस्य योजनेन नूतनः धातुः लभ्यते। तर्हि निच् प्रत्ययम् आश्रित्य त्रीणि कार्याणि सर्वत्र प्रवर्तन्ते। कानि कानि तानि कार्याणि? कार्याणि अस्ति भवन्ति सन्ति अचन् इति कार्यम् अस्ति, सूत्र अस्ति, तदपि अत् उपधायाः यत्र तपरस्ति, तदनन्तरम् उगन्तलघुपदस्य हलन्तधातुसम्बन्धे यदा अद् इद् उद् इद् इत्यादि भवन्ति। उगन्तलघुपदस्य च हलन्तधातुषु ईगुपदधातुः न तु अद् अद् नास्ति, इदु अस्ति, उदु अस्ति, ऋदु अस्ति इत्यादि अद् नास्ति, अद् नास्ति। अदुपदः अस्ति चेत् अत उपदायः। सम्यक् सम्यक्। अदुपदः अस्ति चेत् अत उपदायः, अत उपदायः। अजन्तधातुः अस्ति चेत् अचोयणिति, हलन्तधातुः अस्ति चेत् अदुपदधातुः अस्ति चेत् अत उपदायः इत्यनेन वृद्धिः। इदुपद इदुपद उदुपद ऋदुपद इति धातवः सन्ति चेत् पुगन्तलघुपदस्य च इति सामान्यविषयः अस्माभिः दृष्टः। अपि च तत्र अकारान्तदातवः सन्ति चेत् निजन्त निच् प्रत्यये परे किं भवति? फुगाकमभवति। केन सूत्रेण? अर्ति ह्रीव्ली रीक्नु ईक्षां यातां पुङ्नौ। इति सूत्रेण अर्ति ह्रीव्ली रीक्नु ईष्मा यातां पुङ्नौ इति सूत्रेण पुगागमः भवति इति स्मर्तव्यम्। अपि च अन्यः विषयः, आर्द्रधातुकप्रत्यये परे एजन्तधातोः पुगागमः भवति वा? आत्वं भवति। केन सूत्रेण? आदेशोपदेशे अशिति इति सूत्रेण। आदेशोपदेशे शिति इति सूत्रेण इत्यनेन आत्वं भवति। इत्युक्ते अशीति इति उक्तत्वात् आर्धधातुकप्रक्रियायां सर्वेषाम् एजन्तधातूनाम् आत्वं भवति। आत्वं यदा भवति तदानीं किं भवति? श्याम्यासां पुग्नवति सूत्रेण पुगागमः भवति। अस्तु, अस्ति भगिनि, महत्व अस्ति अत्र धातुत्रयं सम्बन्धे क्रियजीनां ऋणौ वयम् अग्रे पठिष्यामः, परन्तु क्रियजीनां नौ अपि आत्मं भवति। तदनन्तरम् अर्ति क्रीब्लि इत्यादि आगच्छति। समीचीनम्। आत्मविधायकसूत्राणि बहूनि सन्ति, वयम् अग्रे पश्यामः। अत्र तु मूलभूतं सूत्रमस्ति आदेश उपदेशे शिति इति सूत्रम्। परन्तु अन्येषु आदेशोपदेशे शिति इति सूत्रं बहुत्र कार्यं करोति, अकारान्तधातु एजन्तधातूनां सर्वत्र कार्यं भवति। परन्तु कुत्रचित् धातुः एजन्तः नास्ति चेत् अपि आत्वमिष्यते पुगागमस्य कृते इति कृत्वा तत्रापि आत्वं भवति विशिष्टसूत्रेण। तदपि वयं पश्यामः तत्तत् धातोः प्रसङ्गे। परन्तु अत्र किं स्मर्तव्यम् इति चेत् सर्वेषाम् एजन्तधातूनाम् आत्वं भवति आर्धधातुकप्रक्रियायां, यतोहि अशीति इत्युक्तं। तत्र अशीति इत्युक्ते अशीति इत्युक्तम् इति कृत्वा आर्धधातुकप्रक्रियां सर्वत्र भवति इत्यस्य को अर्थः? अशीति अपि च आर्धधातुकः अनयो आर्धधातुकम् अनयोः कः सम्बन्धः? त्रिंशत् सार्वधातुकं भवति। सम्यक्। तिंशत् सार्वधातुकं तर्हि अशीति इति वयं वदामः चेत् तत्र सार्वधातुकभिन्नः कः इति चेत् अर्धधातुकप्रत्ययः अतः अर्धधातुकप्रत्ययेषु परेषु वस्तुतः परेषु इति नास्ति आदेश उपदेशति इति अनैमित्तिकम् अस्ति निमित्तं न अपेक्षितं परन्तु शिति परे न भवति अस्माभिः दृष्टं खलु अत्र प्रसज्यप्रतिषेधः प्रतिध्वनिः कस्य मीना भगिनी कृपया म्यूट् करोतु तर्हि आदेशोपदेशशिति इत्यत्र प्रसज्यप्रतिषेधः इति अस्माभिः दृष्टम् एजन्तधातूनाम् उपदेशावस्थायाम् अत्वं भवति इत्यर्थः निमित्तं न अपेक्षितम् अनन्तरं द्वितीयं वाक्यमस्ति एजन्तधातोः अत्वं भवति क्षितिपरे न भवति इति उक्तम् अतः अर्धधातुकप्रक्रियायां षित् प्रत्ययः परः नास्ति इति कृत्वा सर्वत्र भवति अर्धधातुकप्रक्रियायाम् इति एतावत्पर्यन्तम् अस्माभिः दृष्टम् इदानीं सामान्यतया अजन्तधातुः अस्ति चेत् अचोयणिति इत्यनेन वृद्धिः भवति इति वयं जानीमः निचिपरे अजन्तस्य अङ्गस्य वृद्धिः भवति इति वयं जानीमः परन्तु अत्र केचन विशिष्ट अजन्तधातवः सन्ति तेषां विषये एतावता यद् अधीतं तद्विहाय अपि विशिष्टकार्याणि भवन्ति तत् किम् इति अत्र अद्य वयं पश्यामः तर्हि आरभमहे प्रेरणार्थे विशेष अजन्तदातवः इति अत्र उषाभगिनी आरम्भं करोतु अस्तु भगिनि गतकरपत्रे सामान्यनियन्तधातवः अवलोकिताः अधुना विशेषधातवः परिशीलनीयाः अस्मिन् करपत्रे विशेषाः अजन्तधातवः वीक्ष्यन्ते अग्रिमे करपत्रे विशेषाः हलन्तधातवः दृश्यताम् तर्हि अधुना दृश्यन्ताम् अग्रिमे करपत्रे विशेषाः हलन्तधातवः दृश्यन्ताम् तर्हि अधुना क्रमेण अजन्तधातवः दृश्येरन् आकारान्ताः एजन्ताः इकार अथवा ईकारान्ताः उकार अथवा उकारान्ताः ऋकार अथवा ऋकारान्ताः एजन्तदातवः आकारान्तैः साकं क्रियताम् एजन्तदातवः आकारान्तैः साकं क्रियन्ताम् यतोहि यथा बुद्धं गतकरपत्रे तेषाम् आत्वं तु भवति एव अकारान्तदातवः इत्युक्ते अदन्ताः अकारान्तदातवः हलन्तधातुषु पश्येम यतोहि तेषाम् अकारलोपः भवति अतः ते हलन्तधातुभिः तुल्याः अस्तु भगिनि गतकरपत्रे वयं दृष्टवन्तः सामान्यन्यन्तदातवः अधुना विशेषदातवः पठन्त्यः अस्मिन् करपत्रे विशेषाः अजन्तदातवः वीक्ष्यन्ते अग्रिमे शेषदातवः पठन्तः इति उक्तं वा नो पठन् ऐ वास् थिङ्किङ्ग् पठन्ती अस्मि बट् प्लूरल् आफ् देट् नद्यः पठन्त्यः वयं पठन्त्यः सन्ति सर्वे स्त्रियः केवलं विनय महोदयः एव अस्ति एकः अपवादः पठन्त्यः स्मः भगिनी तत्र मम एकः संशयः दृश्यन्ताम् इति कर्मणि प्रयोगः वा लोट् कर्मणि लोट् लोट् कर्मणि पुरुषः बहुमे करपत्रे अस्माभिः विशेषः हलन्तदातवः अस्माभिः इति भवति खलु अत्र अद्याहार्यम् साधनपञ्चकम् अस्मिन् करपत्रे विशेषाः अजन्तदातवः अत्र क्षम्यताम् अत्र विशेषदातवः वयं विशेषदातवः पठन्तः स्मः इति वाक्यं समीचीनं नास्ति ऐ वास् थिङ्किङ्ग् पठन्त्यः सन्ति पठन्त्यः वयम् अधुना विशेषदातवः पठन्त्यः सन्ति. तदेव वाक्यं समीचीनं नास्ति. तत्र कश्चन परिष्कारः अपेक्षितः. वयं विशेषदातवः पठन्त्यः सन्ति नास्ति वा? आसन् नो दट् इस् पास्ट् टेन्स्. अस्ति सन्ति खलु. पठिष्यामः इति भवति खलु. वयम् इदानीं पठिष्यामः, इतोपि न पठितवन्तः खलु. वयं पठिष्यामः अस्तु भवतु, परन्तु तत्र इतोपि परिष्कारः. वयं कोऽपि वदतु, पुनः वदतु वाक्यं. पठिष्यामः. वयं विशेषदातवः विशेषदातवः पठिष्यामः. अधुना पठिष्यामः. अर न पठिष्यामहे न, तत्र तिङ्गन्तविषये नास्ति. तिङ्गन्तविषये यत्किमपि भवतु, पठिष्यामहे, पठामः, यत्किमपि भवतु, परन्तु तिङ्गन्तविषये नास्ति. ओ, विशेषदातवः इति कर्मपदम् अत्र. विशेषदातवः कर्म, वयं विशेषदातवः इत्यस्य कृते, इत्यस्य कृते विषयः. विशेषदातून् पठिष्यामः, पठिष्यामः. आम् आं भगिनि, अग्रे गच्छतु. अस्मिन् करपत्रे विशेषः अजन्तदातवः वीक्ष्यन्ते. अग्रिमे करपत्रे विशेषः हलन्तदातवः पठिष्यामः. ओके, किमर्थम्? अस्तु अस्तु, अग्रे गच्छतु. तर्हि अधुना क्रमेण अग्रे गच्छतु. अजन्तदातवः दुशेर अकारान्ताः ये जान्ताः. ओके, अजन्तदातवः क्रमेण अजन्तदातवः वयम् अस्मिन् करपत्रे पठिष्यामः. एजन्तदातवः आकारान्तैः साकं क्रियन्त, साकं सह इति कृते भगिनि, साकम् इति इत्युक्ते सह. ओके, एजन्तदातवः आकारान्तैः सह क्रियन्तां, यतोहि यथा बुद्धं गते करपत्रे तेषाम् आत्मं तु भवति आतेचोपदेशे आशिति इत्यनेन. अकारान्तदातवः हलन्तदातुषु, अकारान्तदातवः इत्युक्ते अदन्ताः हलन्तदातुषु पश्येम, यतोहि तेषाम् अकारलोपः भवति. अतः अकारलोपः भवति णिच् इति कृते सूत्रेण सूत्रेण भवति अतोलोपः. अतोलोपः आर्धधातुके अङ्गस्य ह्रस्व अकारस्य लोपः, लोपः के प्रत्यये परे परे. आं भगिनि, आं, तस्मात् हलन्तदातु इव दृश्येर. अकारान्तदातवः हलन्तदातुषु पश्येम, यतोहि तेषाम् अकारलोपः भवति, अतः ते हलन्तदातुभिः तुल्याः. आं भगिनि, समीचीनं समीचीनम्. इत्युक्ते एजन्तानां सर्वेषां गणना आकारान्तेषु भवति, अपि च ह्रस्व अकारान्तानां सर्वेषां हलन्तधातुषु भवति इति स्मर्तव्यं. न केवलं निचि, यत्र कुत्रापि अर्धधातुकप्रक्रियायां ह्रस्वकारान्तधातूनां सर्वदा हलन्तधातुषु एव पठनं, यतोहि सर्वत्र अतोलोपः इत्यस्य कार्यं भवति खलु अर्धधातुकप्रक्रियायाम् इति कृत्वा सर्वदा ह्रस्वकारान्तानां पठनं हलन्तधातुषु. यतोहि यदा यदा धातुः हलन्तः भवति तदानीं हलन्तधातुषु यादृशकार्याणि भवन्ति तादृशकार्याणि एव अत्रापि भवति. अस्तु, अग्रे गच्छामः. इदानीं सूर्यकुमारी भगिनी अग्रे, आकारान्तदातवः. भगिनि, आकारान्तदातवः प्रथमं एजन्तदातवः एतावता ज्ञातं यत् सर्वे यजन्तधातवः निच् प्रकरणे आकारान्ताः भवति आदे च उपदेशे सिति इति सूत्रेण एचः स्थाने आत्वम् उपदेशे असिति इति आकारान्ताः भूत्वा पुगागमः प्राप्यते हत्ति ह्रीयुलीरीक्ष्णुयीक्षां यातां पुङ्नौ इत्यनेन यजन्तेषु केचन परिगणिताः सन्ति ये स्याच्छा साह्वा व्यावेपां युक् इति सूत्रेण पुगागमस्थाने युगागमं प्राप्नुवन्ति सामान्यस्थितिः तथा अत्र द्वौ धातु स्तः यौ अर्थम् अनुसृत्य भिन्नरूपमपि प्राप्नुतः सर्वे एजन्तदातवः वयं जानीमः आकारान्तः भवन्ति आदेश उपदेशे स्थिति इति सूत्रेण आकारान्तः भूत्वा अन्यसूत्रेण आधिक्येन आकारान्तः पुगागम भवति केचन परिगणिताः आकारान्तदातवः सन्ति ते स्या षा स्या च सा ह्वा व्या वेपां वे इत्युक्ते वा पा तत्र पुक्स्थाने युक् आगम भवति द्वौ धातु स्तः तत्र अर्थम् अनुसृत्य भिन्नरूपमपि प्राप्नुतः इति उक्तम् समीचीनं सम्यक् तर्हि इदानीम् अग्रे गमनात् प्राक् मम एकः प्रस्तावः अस्ति वयं वर्गे पठामः अपि च प्रतिपादनमपि कुर्मः यदा वयं प्रतिपादनं कुर्मः तदानीं बहुधा दोषः अपि अस्माभिः क्रियते खलु तर्हि वयं किं कुर्मः इति चेत् ये यः पठति सः पठति प्रतिपादयति सर्वं करोति तत् पश्चात् तस्य वाक्येषु कुत्रचित् दोषः अस्ति चेत् तर्हि यः कोऽपि प्रतिपादयितुं शक्नोति इत्युक्ते दोषः कुत्र अस्ति तस्य परिष्कारः कः इति अपि द्वयमपि वक्तव्यं केवलं दोषः अस्ति इति उक्त्वा न यदि केवलं दोषः कः इत्येव जानाति चेत् न मा वदतु दोषः कः परिष्कारः कः इति द्वयमपि जानाति चेत् वदतु तदानीं किं भवति इति चेत् अस्माकं सर्वेषां लाभाय भवति अस्माकं भाषा वर्धते किं चिन्तयति समीचीनं वा अहं न करोमि भवन्तः एव स्वयं परस्परं कुर्वन्तु किं मौनं दोषाः सन्ति वा मम वाक्ये उचितेन न भवत्याः दोषाः सन्ति इति न तस्य विषये चिन्ता नास्ति इदानीं परन्तु मम प्रस्तावः कथमस्ति भवन्तः इच्छन्ति वा तथा न इति चेत् वयं त्यजामः इच्छन्ति अस्तु भवत्याः उत्साहः अस्ति अन्येषाम् अस्तु भगिनि आं भगिनि सम्यक् अस्ति वा अस्तु तर्हि एवमस्ति चेत् किं भवति इति चेत् भवन्तः अपि सम्यक्तया शृण्वन्ति तत्र यः वदति तस्य वाक्यं कथमस्ति सः किं वदति इति भवन्तः अपि सावधानतया शृण्वन्ति तदानीं सर्वेषां लाभः भवति चिन्तयामि पश्यामः कथमस्ति इति अस्तु धन्यवादः. अस्माकं वाक्येषु तु बहवः दोषाः भवन्ति भगिनि. कदा वयं परिष्कुर्मः, कदा परिष्कर्तुं शक्नुमः? यदा प्रयत्नः क्रियते तदानीमेव खलु. अस्तु, अस्माकं वाक्येषु बहवः दोषाः सन्ति इति तु वयं जानीमः. अस्माकं सर्वे नास्ति, भवत्याः वाक्येषु तु दोषाः न भवन्ति, अस्माकं भवन्ति. न, तथा नास्ति, मम वाक्येषु अपि भवति, बहुधा भवति, किमर्थं न भवति, भवति. परन्तु तत्र यावत्पर्यन्तम् अन्यः कोऽपि न वदति तावत्पर्यन्तं वयम् अवगन्तुं न शक्नुमः खलु. अतः तत्र यतोहि वारं वारं वयं वर्गे आगच्छामः, पठामः, गच्छामः, समानदोषः प्रत्येकं सप्ताहे समानदोषः दोषमपि कुर्मः, तेन कः लाभः? वारं वारम् अहमेव परिष्करोमि चेत् तदपि वयं सर्वदा न इच्छामः. अतः भवन्तः परस्परं कुर्वन्ति चेत् सर्वेषां लाभाय भवति इति चिन्तयामि. अस्तु अस्तु, पश्यामः कथमस्ति इति. अस्तु, अग्रे गच्छामः. इदानीं द्वितीयः उमा भगिनी, अग्रे पठतु. पठितुं शक्नोति वा भगिनी? गतपाठे भवत्याः ध्वनिः कुत्र अस्ति भवती? अन्यस्मिन् गृहे? मन्दं श्रूयते. समीपे आगच्छतु, तत्र दूरवाण्याः समीपे. कूपमण्डू मण्डूकतः. किं? कूपमण्डूकतः. न श्रूयते खलु? श्रूयते भवतां कृते, मम कृते एव वा? न न, अस्माकं कृते अपि. अस्तु, अहं वाल्यूम् मेक्सिमम् करोमि, भवती वदतु. गतपाठे अवलोकितेषु एजन्तेषु एकः परिदहतु आसीत्. एकनिमिष. पै धातुः आसीत्. तस्य गतिः प्रदर्शिता एव. पै तोषणे, हेतुमति च इत्यनेन प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः निच् पै योगः निच् आदेशोपदेशे अतिथि पा योगः साक्षात्वाया देपायुक् पा योगयुक् योगयि पायि इति निजन्तं धातु पाययति इति आगच्छति. अत्र विशेषधातु वयं पठामः. विशेषधातूनां प्रति वयं पठामः. अत्र पै धातुः विशेषधातुः हेतुमपि कृते पै धर्मिच् आगच्छति. आदेशोपदेशे अस्ति सूत्रेण पै आकारान्तः परिवर्तनं करोति. तस्मात् पा योग इ. किन्तु साक्षात्वायापेपायुक् सूत्रेण पा योगः युक् योजयति. पा योगः युक् योगः इ पायि आगच्छति. निजन्तदातु तस्मात् तिङ्गन्तप्रत्ययोजनेन पाययति इति आगच्छति. किन्तु पापाने वदतु, पापाने पापाने पा योगः युक् निच् पायि पाययति. पै शोषणे पापाने द्वयोः पाययति एव निजन्तप्रत्ययोजनेन सम्भवति. यदि शाचा साह्वा व्या वेपां युक् इति सूत्रं नास्ति चेत् रूपं किं भवति? पुगागमः आगच्छति, पापु इति आगच्छति, पापि पापि पापयति किल, पापयति इति रूपम् आयति, परन्तु तादृशरूपं नास्ति खलु? अवगतम्. भगिनि एकः प्रश्नः अस्ति अस्मिन् वाक्ये, तस्य गतिः प्रदर्शिता एवं, गतिः इति स्त्रीलिङ्गं किल, तस्याः गतिः वा तस्य गतिः वा? तस्य इति नेन कस्य परामर्शः? तस्य कस्य गतिः? तद् इति शब्दः कीदृशशब्दः? षष्टिशब्दः, षष्टिः. ओ, तस्य गतिः इति प्रथमा विभक्ति. न न, मम प्रश्नस्य उत्तरं वदतु. तस्य इत्यस्य प्रातिपदिकं किं? तत् किल, तत् इति कीदृशशब्दः? सर्वनाम, सर्वनामशब्दः खलु. तर्हि इदानीम् अहं वदामि, यः बालकः गच्छति सः खादति इति अहं वदामि चेत्, सः इत्यनेन कस्य परामर्शः? यः बालकः गच्छति, इत्यनेन कस्य उल्लेखः? बालकः, बालकः, बालः, वाटेवर्. कथं ज्ञातवती? प्रथमे बालः तस्मात् बालः एव आगच्छति. यद् शब्देन यः उक्तः सः एव तद् शब्देन अपि उच्यते खलु तत्र. अत्र अत्र यद् शब्देन कः उक्तः? यद् शब्देन कः? यद् शब्दः न दृश्यते अत्र, यद् शब्दः न दृश्यते अत्र. तर्हि यद् शब्दः कुत्र भवेत् अत्र? इदानीं यदा मया वाक्यम् उक्तं, यः बालकः गच्छति सः एव खादति इति वाक्यम् उक्तं खलु, तथा अत्र एकमेव वाक्यं वदतु. वाक्यद्वयमस्ति खलु, एकमेव वाक्यं किं पुनरपि वदतु भगिनि? यः बालकः गच्छति, एकक्षणं, यः बालकः गच्छति सः एव खादति इति एकमेव वाक्यमस्ति खलु. यद्यपि तत्र वाक्यद्वयमस्ति, परन्तु वयं योजयितुं वक्तुं शक्नुमः, यः बालकः गच्छति सः एव खादति इति अहं वदामि चेत्, यथा मया तत्र उक्तं तथैव अत्र वाक्यद्वयमस्ति. गतपाठे अवलोकितेषु एजन्तेषु एकः पैधातुः आसीत्, तस्य गतिः प्रदर्शिता एवं, तत्र एकवाक्यरूपेण वदतु. यः बालः गच्छति सः एव खादति, एकवाक्यं. यः यः बालः, यः गतपाठे यः पै धातुः आसीत् तस्य गतिः अत्र प्रदर्शिता. अत्र एव यः पै धातुः आसीत्, प्रथमाविभक्त्यां यत् पदम् अस्ति तस्य एव उल्लेखः अस्ति खलु तस्य इत्यनेन. पूर्वधातुः इति धातोः गतिः प्रदर्शिता, धातोः गतिः प्रदर्शिता इत्युक्ते धातोः प्रक्रिया प्रदर्शिता इति अर्थः. गतिः प्रदर्शिता इति अस्ति खलु, गतिः गतिः प्रदर्शिता इति अवगतं, तस्य इति कुत्र, कस्य इति मया न अवगतं. तस्य इति एतदोः नित्यसम्बन्धः इति अस्ति, एतदोः नित्यसम्बन्धः. यत् यत् इत्यनेन यः यः पदार्थः उक्तः, तद् इत्यनेन अपि सः एव पदार्थः उक्तः. अत्र यद् इति न उक्तं, तर्हि अस्माभिः ऊहनीयः अस्ति यद् इति कः इत्युक्ते, यः पै धातुः अस्ति सः इति अर्थः. यः पै धातुः आसीत् तस्य गतिः इति अर्थः. एवमेव सर्वत्र यत्र यद् शब्दः न यद् शब्दः न उक्तः चेत् तदानीम् अस्माभिः ऊहनीय तत् कथं क्रियते इति चेत् पूर्वपरामर्शः तस्य इत्यस्मात् साक्षात् पूर्वं किम् उक्तमस्ति धातुः एव उक्तं खलु पै धातुः आसीत् तस्य तर्हि पूर्वपरामर्शः पूर्वं किम् उक्तं पै धातुः एव उक्तं खलु अतः धन्यवादः अस्तु तर्हि अनयोः धातोः पै शोषणे पापाने अनयोः युगागमः एव भवति अतः पाययति इति रूपम् अस्तु पाययति इति इति क्रियापदं स्वीकृत्य कोऽपि एकं वाक्यं वदतु पापाने इति स्वीकृत्य मात्रा पुत्रं क्षीरं पाययति किं किं मात्रा पुत्रं क्षीरं पाययति माता माता पुत्रेण क्षीरं पाययति वा माता पुत्रेण क्षीरं पाययति क्षीरं पाययति इदानीं पाययति इति धातुः गतिबुद्धि इति सूत्रेषु अन्तर्भवति वा भक्षणार्थे अस्ति वा भक्षणार्थे अस्ति ओ तस्मात् मात्रा माता शिशुं भक्षणार्थे अस्ति पादातुः भक्षणार्थः धातुः खलु कर्मपदं स्वीकरोति किल कर्मपदं स्वीकरोति परन्तु तत्र भक्षणार्थकः अस्ति खलु भक्ष्यार्थकः अस्ति खलु प्रतिबुद्धि प्रत्यवसानार्थकः खलु तर्हि वाक्यं कथं भवति माता पुत्रं क्षीरं पाययति तावदेव तावदेव अस्तु अस्तु तर्हि तत्र वाक्यमपि तदानीं तदानीं वदामः यतोहि अस्माभिः पठितं खलु तस्य विषये पुनःस्मरणमपि जायते क्षम्यतां पुनःस्मरणमपि जायते तर्हि इदानीम् अग्रे गच्छतु कः पठति इदानीं तत्र विजयाभगिनी अग्रे पठतु अस्ति वा अस्मि अस्मि महोदय अधुना ततः अग्रे अदादिगणे एकः पा धातुः रक्षणार्थे अपि भवति लटि पाति इति रक्षणार्थे एकं वार्तिकं कार्यं करोति लुगागमस्तु तस्य वक्तव्यः इति अनेन वार्तिकेन युकः स्थाने लुक् आयाति पारक्षणे लुगागमस्तु तस्य वक्तव्यः इति वार्तिकेन रक्षणार्थे लुक् आगमः पा योगः लुक् योगः निच् अत्र लुक् स्थाने ककारः अलन्त्यं तस्य लोपः इत्यनेन अपगच्छति उकारस्य स्थाने उकारः उच्चारणार्थ अस्ति उच्चारणार्थे अस्ति पा योगः ल निच् इदानीम् अनुबन्धलोपानन्तरम् इ एव तिष्ठति अन्तिमरूपं पाली इति भवति अनन्तरं निजन्तरूपम् अत्र पालयति इति भवति पाली योगः शप् अस्ति अनन्तरं ति अस्ति ति इति प्रथमपुरुषविवक्षायां प्रथम ति भवति पाली अत्र शप् अस्ति अतः सार्वधातुक अर्धधातुकयोः इनः इत्यनेन गुणः भूत्वा पाले भवति एचो यव यावः इत्यनेन अयादेशः भूत्वा पालै भवति ति योजनेन पालयति इति अन्तिमरूपं निष्पन्नमत्र शा च शा वाक्या वेपं युक् इति सूत्रेण पारक्षणे वर्जयित्वा सर्वेषां पा धातूनां ग्रहणं नाम पै शोषणे पापाने च इति अर्थे अपि आगच्छति पै शोषणे अनन्तरं पा पाने इति अर्थे आगच्छति. अग्रे पठामि वा महोदय? आम् पठतु. आकारबिन्दुः येषु येजन्तेषु एकः वै शोषणे इति धातुः द्वादिगणीयः. वै वा पै वा महोदय? अत्र वै पा एव पै एव खलु? पै शोषणे इति धातुः पै अपि शोषणे इति अर्थे आगच्छति. वै अपि शोषणे इति अर्थे आगच्छति वा महोदय? भिन्नगणे अस्तु. द्वादिगणे वै शोषणे इति धातुः द्वादिगणयः. लटि वायति इति भवति. शुष्कं करोति इति अर्थे आगच्छति. अयं वै धातुः निचि परे आत्वम् इति कृत्वा वा भवति. वै अत्र अत्र एजन्त अस्ति, अतः तत्र आदेश उपदेशस्थिति इत्यनेन आत्वं भूत्वा वा इति भवति. तदा अर्थे ह्री व्ली रिक्नुक्ष्मायातां पुम्नौ इत्यनेन फुक् आगमः भवति. इदानीं वै शोषणे प्रेरणार्थे निच् अस्ति चेत् वै योगः निच् आदेश उपदेशे अशिति इत्यनेन अशिति आत्वं भवति. अतः तत्र एत्वं वै इत्यनेन वा इति भूत्वा वा योगः इ वा इ इति भवति. परन्तु अर्थि ह्री व्ली रुक्नुक्ष्मायातं पुम्नौ इत्यनेन आकारान्ताणां पुक् आगमः भवति. अत्र वा पुक् योगः इ वापि इति भवति. इति निजन्तधातुः अन्तिमरूपं वापयति इति भवति. वै धातुः कम्पयति इति इत्यस्मिन् अर्थे पुक् स्थाने जुक् आगमकं भवति, आगमं प्राप्नोति. आं महोदय. इदानीम् एतावता किम् अवगतम् इति वदतु. एतावता अत्र पापाणि पायुः युक् निच् योजनेन पायुति वयं पूर्वमेव दृष्टवन्तः. इदानीम् अत्र लुगां गमस्तु तस्य वक्तव्यः इत्यनेन युक् स्थाने लुक् भवति. अतः तत्र पायुगुः लुक् योगुः निच् अत्र पाली पालयति इति भवति. अनन्तरं शा चाक् वा या वेपां युक् इत्यनेन पारक्षणे अत्र वर्जयित्वा सर्वेषां पादातूनां ग्रहणं किम् अस्ति चेत् अत्र नाम पै शोषणे पापाणे इति अस्ति. अत्र एजन्तधातुः एकः एव अत्र वै शोषणे इति अर्थे आगच्छति. एतत्तु भुवादिगणे धातुः. लटि अत्र एजन्तधातुः वै अत्र आदेश उपदेश शिति इत्यनेन आकारम् आगत्य वायति इति भवति. अत्र वायति इति शुष्कं करोति इति अर्थे आगच्छति. एतत् वै धातु आयति न वायति इति तु आदेश उपदेशशिति इत्यस्य किमपि कार्यं नास्ति. लटि लटि तु वायति इति रूपं तत्र लटि तु तत्र आर्धधातुकप्रत्ययः नास्ति खलु. परन्तु अत्र वै अत्र वा भवति अनन्तरं यकारः अस्ति. न वै योगः शप् योगः ति वैयोगः शप् योगः इति किं भवति तत्र? अत्र शप् इत्यनेन वै शप् अस्ति अत्र. अतः तत्र प्रथमं वै वा वाय अस्तु महोदय. अत्र गुणः भूत्वा एजन्तदातुम् अस्ति चेत् कथं गुणः न अत्र गुणः नास्ति. अत्र आदर्श उपदेशे स्थिति इत्यनेन एव वा भवति खलु महोदय? प्रतिध्वनिः तत्र कृपया म्यूट् मध्ये भवन्तु. कोऽपि किमपि वक्तुमिच्छति वा? आदेश उपदेश स्थिति इति सूत्रं कदा कार्यं करोति विजया भगिनी वदतु. आदेश उपदेशिति इति सूत्रं तु अर्धधातुकप्रत्ययपरे एव भवति खलु, अर्धधातुक अवस्थायां भवति. अत्र तु शप् प्रत्ययः अर्धधातुकः नास्ति. विजयवमी म्यूट् मध्ये अस्ति भवती. अन्म्यूट् करोतु. श्रूयते महोदय. तर्हि तत्र वै योगः शप् योगः इति केन सूत्रेण वा इति भवति तत्र वाय् सामान्यसन्धिसूत्रम् एचो एव यावः इत्यनेन ऐकारस्य स्थाने आय् भवति अतः वाय वायति योजनेन वायति इति भवति अन्तिमरूपम्. सरस्वती भगिनी किमपि वक्तुमिच्छति वा? न भगिनी, तदेव अहं वक्तुम् इष्टवती, परन्तु अन्ये कोऽपि उक्तवन्तः, अतः कृपया अहं म्यूट् करोमि. अहं क्षम्यता. तत्र कथञ्चित् प्रतिध्वनिः आगच्छति. अस्तु, समीचीनम्. आं भगिनी, अत्र विसर्जनस्य बहु ध्वनिः अस्ति, अतः अहम् अद्य वदामि वा न वा इति अहं चिन्तितवती. अस्तु, ओ एवं वा. न न, अत्र विसर्जनस्य ध्वनिः नास्ति, अत्र केवलं तत्र किम् अन्म्यूट् कुर्मः चेत् एकः वदन्ति अथवा तदानीम् अन्म्यूट् कुर्मः चेत् तदानीं प्रतिध्वनिः आगच्छति, तावदेव. आमां, क्षम्यतां. नास्ति चिन्ता. वदति महोदय. किं किं भगिनी, न श्रूयते. किं विद्या भगिनी वदति महोदय, महोदय आकारान्त महोदयी सम्बोधनपदं महोदये इति अस्ति. महोदय सर्वदा महोदय अत्र पुल्लिङ्गपदमस्ति. किमस्ति अत्र सम्बोधनपदं महोदय? विजया भगिनी एकक्षणं. भगिनी किमपि वदन्ती अस्ति, सा किं वदति इति एकवारं शृण्मः, तदानीम् अस्माकम् अभिप्रायः कः इति वयं वदामः. इदानीं भगिनी सम्पूर्णतया वदतु. उमा भगिनी, विजया भगिनी वदति महोदय विद्याभगिनी इत्यस्य स्थाने महोदय इति वदति. महोदये अथवा महोदय इति मम संशयः. किं चिन्तयन्ति? उत्तमप्रश्नः, सम्यक्, बहु सम्यक् उमा भगिनी, बहु सम्यक्. किं चिन्तयन्ति? मम विचारे महोदये. किं चिन्तयन्ति अन्ये? विजयलक्ष्मी भगिनी किं चिन्तयति? सम्बोधने महोदये. न, इदानीं तत्र भगिनी किं करोति? सम्बोधनं करोति वा किं करोति? सम्बोधनमेव. आं महोदये, तत्र तु सम्बोधनमेव. तर्हि महोदये इति वक्तव्यं खलु? आम्. विजय भगिनी किं वदति भवती? महोदये एव सम्बोधनपदमस्ति खलु महोदय? महोदय इति उक्तवती खलु पुनः? न, महोदये महोदये एव सर्वदा. अस्तु महोदय, तदपेक्षा क्लेशः अस्ति चेत् भगिनी इति वदतु, तावदेव. भगिनी भगिनी एतदपि ह्रस्वं भगिनी इति ह्रस्वैकारः. अस्तु, सम्यक् उमा भगिनी, बहु समीचीनम्, उत्तमम्. अग्रे सम्यक्, बहु सम्यक् इत्युक्ते बहुधा वयम् एवमेव शृण्मः, महोदय महोदय महोदय इति, बहु बहु सम्यक्. अस्तु, विजया भगिनी अन्यत् किमपि वक्तव्यं वा? तत्र वायति इति रूपं कथं लब्धम् इति भवती जानाति इदानीं? हा, इदानीं आं महोदय. आं महोदय. तर्हि अत्र किम् अस्ति इति चेत्, पा इति धातुः वस्तुतः पा इति धातुः कुत्र अस्ति? पा इति धातुः योजनेन पायि इति भवति. शाचा सा ह्वा व्या वेपां युक् इत्यत्र पा धातुः अस्ति. तर्हि तत्र पा धातुः, तत्र वस्तुतः धातुत्रयं, पा धातुः धातुत्रयम् अस्ति खलु? पातिगणे पा इति धातुः पापाने पा रक्षणे अनन्तरं पै इति अपि धातुः अस्ति एजन्तधातुः तदपि पा इति भवति पै पै शोषणे अतः त्रयः धातवः सन्ति एकः तु एजन्तधातुः पै शोषणे पापाने पा रक्षणे इति त्रयः धातुः धातवः सन्ति तत्र त्रयाणामपि युगागमः भवति वा इति प्रश्ने तत्र पै शोषणे इत्यस्य युगागमः भवति पापाने इत्यत्र युगागमः भवति परन्तु पा रक्षणे इत्यत्र युगागमः न भवति तत्र युगागमः भवति युगागमः तु तस्य वक्तव्यः इति उक्तं तर्हि लुगागमः तु तस्य वक्तव्यः मीनाभगिनी वदतु तस्य कस्य धातोः मीना कः धातुः पारक्षणे पारक्षणे इति धातोः लुगागमः वक्तव्यः इति अस्ति सम्पूर्णं तर्हि अत्र पा धातुः यद्यपि शाचासाह्वा व्यावेपाम् इत्यत्र पा इति उक्तमस्ति परन्तु पारक्षणे इत्यस्य ग्रहणं नास्ति तत्र अत्र तु लुगागमः एव भवति अतः पालयति इति रूपं तु बहु प्रसिद्धम् अस्ति पालयति पालयति इति रूपं स्वीकृत्य कोऽपि वाक्यं वदतु राजा तस्य पुत्रः सम्यक्तया पालयति राजा तस्य पुत्रं सम्यक्तया पालयति अन्यन्तवस्थायां वाक्यं किम् पाति इति वा पारक्षणे इति धातुः कस्मिन् गणे अस्ति अदादिगणे धातुः अस्ति पा पाति पाति तर्हि अन्यन्तवस्थायां वाक्यम् राजा स्वपुत्रं पाति पुत्रः सम्यक् पाति पुत्रः सम्यक् पाति इदानीं यन्तवस्थायां राजा पुत्रं सम्यक् पालयति राजा पुत्रं सम्यक् पाययति पालयति न पाययति इति किमर्थम् आनयति इदानीं पालयति इत्यस्य विषये चिन्तनं खलु तर्हि इदानीं पालयति इति कीदृशधातु इत्युक्ते वाक्यं वदति चेत् इदानीं वाक्यं सम्यक्तया उक्तं चेत् तदानीं क्लेशः नास्ति परन्तु यत्र संशयः जायते तदानीं प्रतिपादनीयं भवति किमर्थम् एतादृशवाक्यं तत्र पुत्रम् इति उक्तवती कर्मपदं कथं सर्वं प्रतिपादनीयं झटिति प्रतिपादनीयं गत्यार्थकः अस्ति गत्यर्थकः अस्ति वा राजा धात्री पुत्रं पालयति किं पुनः राजा किं धात्री धात्री पुत्रं पालयति धात्रीम् इति वा न इद् इत्युक्ते तत्र अत्र विजयलक्ष्मी भगिनी वदतु प्रतिपादयतु गतिबुद्धिप्रत्यवसानार्थ इति सूत्रस्य प्रसक्तिः अस्ति वा नास्ति चेत् का विभक्तिः भवेत् किञ्चित् प्रतिपादयतु अत्र गतिबुद्धिप्रत्यवसानार्थ पाति इति अकर्मकः नास्ति पाति इति तु गतिबुद्धिप्रत्यवसानार्थकः नास्ति अपि च पाति इत्यस्य तु कर्मपदं न भवति वाक्यं किं भवति तदानीं राजा पुत्रेण इति वक्तव्यं भवति सम्पूर्णवाक्यं राजा पुत्रेण सम्यक् पालयति इति स्यात् सम्यक् अवगतं वा विजया भगिनी? परिशीलनीयं तत्र गतिबुद्धिप्रत्यवसानार्थे चेत् प्रसङ्गः नास्ति चेत् तदानीं कर्मपदं न भवति खलु. अस्तु अस्तु तर्हि भगिनी एकनिमिष न अवगतं. राजा सेवकेन पुत्रं पालयति सम्यक् भवति, परन्तु पुत्रेण पालयति इति कथं सम्यक् भवति? न, इदानीं तत्र अकर्मकप्रयोगः कृतः अस्ति, अकर्मकप्रयोगः कृतः अस्ति. अन्यन्तवस्थायां पुत्रः पाति, कं पाति इति तत्र कम् इति न उक्तं. पुत्रः पाति, पुत्रः जनान् पाति, पुत्रः जनान् पाति, जनान् पाति. इदानीं राजा प्रेरयति, तर्हि राजा पुत्रेण जनान् पालयति. आम् आम्, यथा अहम् उक्तवती तथा राजा सेवकेन पुत्रं पालयति एवमपि चलति, राजा पुत्रेण जनान् पालयति एवमपि चलति, एवं भवति वा? कर्म अस्ति चेत् आम्. अन्यन्तवस्थायां भवत्याः वाक्यं किम् आसीत्? राजा पुत्रं पालयति अन्यन्तवस्थायां. सेवकः पुत्रं पालयति, पाति सेवकः पाति. आम् आम्, सम्यक् सम्यक्. आम्, सेवकः पुत्रं पाति, राजा सेवकेन पुत्रं पालयति. सम्यक् न वा? आम् सत्यम्. अस्तु, धन्यवादः. इत्युक्ते तत्र वाक्ये कर्मपदस्य प्रयोगः न कृतः, पुत्रः पाति इति एव उक्तं, कर्मपदं न उक्तं. तर्हि अकर्मकप्रयोगः कृतः, परन्तु अत्र मूलधातुः पादातुः अकर्मकः नास्ति इति कृत्वा, यद्यपि अकर्मकप्रयोगः कृतः तथापि पुत्र इति शब्दस्य ण्यन्तवस्थायां कर्मत्वं न सम्भवति. सत्यम्. अस्तु, धन्यवादः भगिनि. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. किम् राजा पुत्रेण पालयति इति वदति चेत् राजा पुत्रेण पालयति निजन्तवाक्यम् तदानीम् आकाङ्क्षा भवति, पुत्रः किं पालयति, पुत्रेण किं पालयति इति आकाङ्क्षा भवति चेत् तदानीम् अन्यः प्रश्नः अपि भवितुमर्हति. ओ, भवान् वदति राजा पुत्रेण पालयति, पुत्रेण किं पालयति इति प्रश्ने सति तदानीं किमपि योजयित्वा वक्तुं शक्नुमः, जनान् पालयति अथवा यत्किमपि, गां पालयति यत्किमपि. कर्मपदं न उक्तमपि कर्मपदं न उक्तम् चेत् इत्युक्ते वक्ता कर्मपदं वक्तुं न इच्छति, अतः न उक्तं. कर्मपदं तु सम्भवति यदि तत्र प्रथमवाक्ये कर्मपदं न उक्तम्, अकर्मकप्रयोगः एव कृतः. यदि अस्माकम् आकाङ्क्षा अस्ति, ओ तत्र कर्मपदं किं स्यात् इति आकाङ्क्षा अस्ति चेत् अस्माभिः तदानीं प्रश्नः पृच्छ्यते, तदानीं वयं पृच्छामः चेत् तदानीम् उत्तरं लभ्यते, ओ अस्तु अत्र किमपि कर्मपदम् अस्ति, अध्याहार्यं भवति. न, राजा नास्ति, राजा प्रयोजककर्ता, अन्यन्तवस्थायां सः न भवति. न, पुत्रः पाति, पुत्रं पाति नास्ति, पुत्रः पाति, पुत्रः एव प्रयोज्यकर्ता, सः स्वतन्त्रः कर्ता. पुत्रः पाति, राजा पुत्रेण पालयति. राजा स्वपुत्रं पाति इति वदति चेत् राजा स्वपुत्रं किमेकि निजन्तवाक्यं राजा न न अन्यन्तावस्थायां वाक्यं भवती उक्तवती राजा स्वपुत्रं पाति इति उक्तवती खलु. इदानीं ण्यन्तावस्थायां प्रयोजककर्ता कः? प्रयोजककर्ता राजा. न न, राजा राज्ञा स्वपुत्रं पालयति इति नास्ति तदा, तदानीं राजा द्वयम् अस्ति वा, राजा ए राजा बि इति अस्ति वा? भगिनि भगिनि उमा भगिनि, अन्यन्तावस्थायां प्रयोजककर्ता न भवति, यदि राजा प्रयोजककर्ता अस्ति चेत् अन्यन्तावस्थायां सः न भवति, राजा पुत्रं पाति इति वाक्यं दोषाय अस्ति. यतोहि सः एव प्रयोजककर्ता खलु, प्रयोजककर्ता ण्यन्तावस्थायाम् एव भवति. अत्र राजा स्वपुत्रं सेवकेन पालयति इति राजा सेवकेन स्वपुत्रं पालयति इति भवितुमर्हति. सेवकः इदानीं तत्र प्रश्नः, सेवकः स्वपुत्रं पाति इत्यर्थः, सेवकः स्वपुत्रं पाति, इदानीं राजा सेवकेन स्वपुत्रं पालयति इति वाक्यं. सेवकः राजकुमारं पाति. हा, इदानीं तत्र नूतनतया भवती निवेशं करोति नूतनशब्दस्य. पूर्वं तु स्वपुत्रम् इति उक्तवती, इदानीं राजकुमारः इति उक्तवती. राजकुमारः इति कस्य पुत्रः? राज्ञः पुत्रः खलु. तत्र स्वशब्दस्य स्व इत्यनेन कस्य उल्लेखः इति स्पष्टतया स्पष्टता नास्ति अत्र. सेवकः स्वपुत्रं पाति इति प्रथमतया उक्तवती खलु, इत्युक्ते भवत्याः विवक्षा सेवकः राजकुमारं पाति इति विवक्षा अस्ति चेत् तदानीं राजा सेवकेन राजकुमारं पालयति इति वक्तव्यम्. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. तर्हि अत्र तत्र वै इति धातुः अस्ति, वै धातुः, वै धातुः शोषणे इति अर्थे अस्ति. तत्र तु आत्वं भवति, अपि च पुगागमः अपि भवति अर्थे क्रीव्लीरि इत्यनेन, अतः वापयति इति सामान्यरूपम्. अस्य प्रक्रिया कथमिति वयं जानीमः पूर्वमेव, यतोहि सर्वेषाम् एजन्तधातूनाम् आत्वं भवति, पुगागमः भवति इति वयं जानीमः. अतः सामान्यतया यथा सामान्यं वापयति इति रूपं लभ्यते. परन्तु अत्र एकः विशेषः धातुः अस्ति, वै इति धातुः. यदि तत्र अर्थभेदः भवति, वै शोषणे इत्युक्ते सामान्य अर्थः, धातोः अर्थः वापयति इति रूपम्. परन्तु वै धातोः कम्पने इति अर्थः यदा इष्यते, यतोहि धातूनाम् अनेके अर्थाः सन्ति, वै धातोः कम्पनम् इति अर्थः इष्यते चेत् तदानीम् एकं नूतनसूत्रम् अस्ति, वो विदूनने जुक् इति सूत्रम्. अनेन सूत्रेण जुगागमः भवति, न तु पुगागमः. पुगागमं प्रबाद्य जुगागमः भवति. अस्तु, इदानीं किं सरस्वती भगिनी पठतु वै कम्पनार्थे. अस्तु भगिनि, एकस्मिन् अर्थे पुक्स्थाने जुगमं प्राप्नोति, वो विधुनने जुक् इति सूत्रेण. वै कम्पनार्थे प्रेरणार्थे निचि वै योगनिच् आदेश उपदेशेषिति इत्यनेन अशिति आत्मं वा योग इ अतिरीक्ष्मयातां पुनौ इत्यनेन अन्तानां पुगागमः. कम्पनार्थे वो विधुनने जुक् इत्यनेन पुगागमं प्रबाद्य जुक् आगम वा योग योग इ वाजी इति निजन्तधातुः वाजयति. अग्रे पठामि वा वै तावत् वदतु एतस्य प्रतिपादनं. विधुनने जुक् दीपरे विधुनने नामकं कर्म कम्पनार्थे भवेत् न वा? हा, मुद्रणदोष. अस्तु, नाम कम्पनार्थे वै धातोः जुक् आगमः अशीति धातोः आत्वं वा इत्यस्य षष्ट्यन्तं रूपं वः. वः षष्ट्यन्तं, विधुनने सप्तम्यन्तं, जुक् प्रथमान्तं, त्रपदमिदं सूत्रम् अस्तिरीक्लीवीक्नुयिष्मायातां पुङ्गुणौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं वः अङ्गस्य जुक् नौ विदुनने अस्तु तर्हि वैशोषणे अस्य निचि निजन्तरूप अस्ति वापि परन्तु वै यदि कम्पनार्थे अस्ति तस्य उपयोगः तर्हि तदा पुक्स्थाने जुक् आगमं भवति नूतनसूत्र अस्ति वो विधुनने जुक् अस्मिन् सूत्रे प्रेरणार्थे निच् अस्ति तदा वै अस्ति एजन्तधातुः अस्ति अतः प्रथमं तु आदेश उपदेशे क्षिति आदेश उपदेशे क्षिति अशिति अस्ति निच् निच् प्रत्यय अस्ति अशिति अस्ति अतः अत्वं भवति अतः वै योगनिच् प्रथमं तु वा योगनिच् भवति निच् मध्ये नकारचकार गच्छति अपगच्छति तदा केवलम् इ अवशिष्यते वा योग इ इदानीम् अकारान्तधातुः भवति इदानीम् अतः अस्ति ब्लीरीणि क्रुञ्ष् मायातां पुङ्गुणौ अनेन सूत्रेण पुगागम भवितुम् अर्हति परन्तु अत्र तत् तत् सूत्रं प्रबाद्य कम्पनार्थे अस्ति धातु अतः वो विधुनने जुक् अनेन सूत्रेण जुक् आगमः भवति अतः पुक्स्थाने जुक् अस्ति अतः वा जुक् इ पुनः अत्र केवलं अवशिष्यते क हलन्त्यं तथा उ केवलम् उच्चारणार्थमस्ति अतः केवलं ज अवशिष्यते वाजी भवति तदनन्तरं तु तथैव भवति तस्य तिङ्रूप वाजयति इति भवति वो विधुनने जुक् अत्र सूत्रस्य अर्थः अस्ति निचिपरे विधुनने कम्पनार्थे अस्ति अतः धातोः जुक् आगमः भवति अशीति धातोः अत्वं भवति प्रथमं तु अतः षष्ट्यन्तं रूपं वः अस्ति वै धातोः षष्ट्यन्तं रूपं वः अस्ति तदनन्तरं वो भवति सन्धिरूपेण वो भवति सन्धिभूत्वा अतः विधुनने सप्तमन्तं जुक् प्रथमान्तं त्रिपदं सूत्रमस्ति नौ अस्ति अतः धातोः षष्ट्यन्तं रूपं कथं भवति इति न किं वै धातो अस्ति न वै धातोः धातोः सुबन्तरूपं भवति वा सुबन्तरूपं कस्मात् भवति परन्तु शब्दस्य तु भवति न वा पदं पदं कर्तुं भवितुं पदं भवितुं इत्युक्ते अत्र वै धातोः नास्ति परन्तु वै इति शब्दस्य शब्दस्य भवति आम् आम् वै इति शब्दस्य इत्युक्ते वै धातोः यदा वा इति आदेशः भवति अत्वं भवति तदानीं वा इति शब्दस्य षष्ट्यन्तं रूपं वः खलु धातोः सुबन्तं नास्ति वा शब्दस्य षष्ट्यन्तं भवति अस्तु तदनन्तरं णौ इत्यस्य अनुवृत्तिः अस्ति अङ्गस्य अधिकारः अतः अनुवृत्तिसहितसूत्रमस्ति वः अङ्गस्य जुक् णौ विधूनने विधूनने इत्यस्य कः अर्थः कम्पनार्थे विदुनने नाम कम्पनं तस्मिन् अर्थे जुगागमः भवति भगिनी तत्र त्रिपदम् इति उक्तं त्रिपदम् अथवा त्रिपदम् इति त्रिपदमिदमिति सूत्रं भवती तु जानाति किं भवेत् अत्र त्रिपदमिति किल मुद्रकदोषः अस्ति तावदेव भगिनी एकः प्रश्नः अस्ति त्वया उक्तं धातु सुबन्तरूपं न भवति इति इक्सिपो धातुनिर्देशे तत्र सूत्रे सुबन्तरूपमपि भवति खलु किं धातु सुबन्तरूपं नास्ति तत्र चिन्तयतु अत्र धातुतः स्तिप्रत्ययः यदा भवति तदानीं किं रूपं लभ्यते तत्र धातुतः स्तिप्रत्ययं योजयामः चेत् किं रूपं लभ्यते तत्र वायोगः वैतिप् वैति भवति वा न वैति भवतु परन्तु वैति इति रूपं कीदृशरूपं प्रातिपदिकं कथं जानीमः प्रातिपदिकं कथं जानीमः प्रातिपदिकमिति कृत्तद्धितसमासाश्च इत्यनेन कृदन्तं भवति उत्तमं श्विप्रत्ययः कृत् इति कथं जानीमः ऐ नो दट् सूत्र सूत्रे एव कृत् प्रत्ययः मम प्रश्नस्य उत्तरं कृत् प्रत्ययः इति कथं जानीमः कृतिङ् कृततिङ् तिङ् नास्ति चेत् कृतिङ् अतिङ् कृत् अतः अत्र विधीयमानः कृत् अथवा तिङ् तिङ् नास्ति चेत् कृत् अष्टिप्रत्ययः तिङ् नास्ति खलु नास्ति अतः तत्र तु प्रातिपदिकं लभ्यते परन्तु अत्र तु इक्ष्टित् धातुनिर्देशः किमपि नास्ति वै इति धातुः वा इति रूपं स्वीकृत्य षष्ट्यन्तरूपं वः इति वयं वदामः तर्हि अत्र धातुनिर्देशः किमपि नास्ति अत्र साक्षात् अनुकरणम् इति वयं वदामः अनुकरणं वै इति धातोः वा इति यद्रूपम् अस्ति तस्य अनुकरणं क्रियते सुबन्तरूपेण अनुकरणं कृत्वा षष्ट्यन्तरूपं स्वीक्रियते अत्र तु इक्ष्टिपदातुनिर्देशः नास्ति किं विजय सूर्यकुमारी भगिनि धन्यवादः भगिनि अवगतं वा अस्ति समीचीनं तर्हि अत्र वः धातु भगिनि मया न अवगतम् मया न अवगतम् किं नावगतं तत्र वा इत्यस्य षष्ठ्यन्तरूपं वः इति कथं भवति वः इति कथं भवति इति चेत् प्रक्रिया अस्ति खलु वायोगः षष्ट्यन्तप्रत्ययः किम् अस्ति वायोगः अस्ति इति प्रत्ययः अस्ति तत्र आतो धातोः इत्यनेन आकारस्य लोपः वयोगः अस्ति तत्र किमपि उक्तं भवत्या किमपि उक्तं तत्र किम् उक्तमिति चेत् सि वै धातुः साक्षात् वै धातोः षष्टिरूपं नास्ति खलु वै धातोः वा इति रूपमस्ति आत्वं कृत्वा वा इति धातोः षष्ट्यन्तरूपं न भवति वा इति धातुतः यदा कृत् प्रत्ययं कुर्मः तदानीमेव प्रातिपदिकत्वं लभ्यते तदानीं सुप्रत्ययं योजयितुं शक्नुमः अत्र वा धातुः अस्ति तत्र सुप्रत्ययस्य विधानं न भवति सुप्रत्ययस्य विधानं प्रातिपदिकात् एव भवति अतः कथं वः इति रूपम् अत्र स्थापितमस्ति सूत्रे वः इति रूपम् इति चेत् वा धातोः यः वा इति रूपम् अस्ति तत्र वा इति धातु न धातोः ग्रहणं नास्ति परन्तु वा इति शब्दस्वरूपस्य ग्रहणं धातोः ग्रहणं नास्ति वा इति धातोः यद् स्वरूपमस्ति तस्य ग्रहणम् अत्र अस्ति तस्य धातुसंज्ञा किमपि नास्ति अनुकरणम् इत्युक्ते जस्ट् कैण्ड् आफ् डुप्लिकेशन् तत् शब्दस्वरूपं स्वीकृत्य अत्र वः इति उक्तं चेत् अस्माभिः अवगम्यते यत् वः इत्यनेन ओ अत्र वः इत्युक्ते किम् इति चेत् वयं जानीमः अत्र नौ इति उक्तं नौ इति उक्तत्वात् वः इति तत्र धातोः उल्लेखः इति वयम् अवगन्तुं शक्नुमः यतोहि निच्प्रत्ययः तु धातुतः एव विधीयते, अतः वः इत्यनेन वा इत्यस्य षष्ट्यन्तं, वा इत्युक्ते अत्र वै धातुः इति रिवर्स् इञ्जिनियरिङ्ग् कुर्मः. अस्तु अस्तु, तर्हि अत्र वाजयति इति रूपमस्ति. जुगागमः, जुगागमः यदा भवति वायोगः जुक् जुक् इति कित् अस्ति इति कृत्वा वा इत्यस्य अन्ते भवति. अस्तु, इदानीं प्रक्रिया मीना भगिनी भवत्येव वदतु, वै कम्पनार्थे इत्यत्र प्रक्रिया कथमस्ति? कुत्र अस्ति भगिनि इदानीं? वै प्रेरणा, वै कम्पनार्थे तत्र वै योगः निच् भवति, तत्र निच् तत्र चुटु इति प्रत्ययेन चकारलोपः, तदनन्तरं नकारलोपात् हलन्त्यम् इ एव अवशिष्यते. आदेश उपदेशशिति इति सूत्रेण चकारस्य लोपः न भवति, नकारः, नकारः भगिनि, क्षम्यताम्, चुटु तु चकारः हलन्त्यमिति, चकारः हलन्त्यमिति सूत्रेण, क्षम्यताम्. तदनन्तरं वा आदेश उपदेश अशिति इति सूत्रेण आत्वं भवति, ऐकारस्य आत्वं भवति वा योगः इ. तदनन्तरम् अर्ति ह्रीवि क्यूनि क्ष्म्याम्यातां पुग्नौ इत्यनेन आकारान्तानां पुगागमः भवति, तत्र कम्पनार्थे परं पुगागमः भवेत्, परन्तु कम्पनार्थे वै इति कम्पनार्थे भवति, तत्र कम्पनार्थे वो विधूनने जुक् इत्यनेन इति सूत्रेण पुगामं पुगागमं प्रबाद्य जुक् आगमः भवति, वा योगः जुक् योगः इ. तत्र जुक् अपि तत्र वाज् वाज् ककारः लोपः हलन्त्यं, जु एव अवशिष्यते, जकारः एव अवशिष्यते, उकारः उच्चारणार्थम् इति चिन्तयामि. वाज् योगः इ, वाजि इति निजन्तधातुः भवति. तदनन्तरं वाजि योगः शप् भवति, वाजे भवति सार्वधातुकार्धातुकः इति, वाजे अयचोयावः वाजै वाजयति इति अन्तिमरूपम्. अस्तु, इदानीं वाजयति इति स्वीकृत्य कोऽपि वाक्यं वदतु. विनय महोदय वदतु वाक्यं. कम्पनार्थे विधूरणे जुक् इत्यादि वाज् यदि धातुः अस्ति वाज् तर्हि वाजति भवति लट्लकार, वाजति वाजति इति लट्लकारः वा वायति इति लट्लकारः खलु? इदानीं धातुः कः अत्र? वै धातुः एव, वै शोषणे इति धातुः एव खलु? धातु वै शोषणे तु वायति न वापयति भवति, परन्तु शोषणे वापयति भवति, परन्तु इदानीं वाजयति इति स्वीकृत्य वाक्यं. वानरेण वृक्षः वाजयति. न, विनय महोदय वदति, तदनन्तरं वदतु भवती. विनय महोदय, प्रथमतः अहं शब्द धातु तदनन्तरं शब्दस्य अर्थः कः? वाज वाजयति इत्युक्ते कम्पनार्थे, कम्पनम् इति अर्थः. कम्पनं, कम्पनम् इति अर्थः. कम्पनम् अस्ति अनिजन्तप्रयोगे केवलं वाक्य वायति इति एव भवति तत्र कम्पनार्थे. कम्पनार्थे शरद ऋतुः, शरद ऋतुः अमेरिकादेशे प्रायः सर्वे जनाः वादयन्ति सर्वे जनाः इति वा वाजयति कम्पनार्थे तत्र सकर्मकप्रयोगः वा अकर्मकप्रयोगः वा अन्यन्तवस्थायां अकर्मक अकर्म अन्यन्तवस्थायां वाक्यं कथं भवति अन्यत् अन्यत्यवस्थायां यदि अहं कोऽपि सरलवाक्यं वदितुं शक्नोमि कृपया तत् करोतु सरलमेव वयम् इच्छामः सरलवाक्यं तर्हि कम्पनार्थे परन्तु धातु तु वायति अस्ति वाजति वायति इति चिन्तयतु वायति इत्येव कम्पनार्थे अस्ति इति चिन्तयतु ओ केवलं वायति वायति वायति साधारणशब्द साधारणवाक्य अस्ति अन्य कोऽपि वदतु वृक्षाः वायन्ति न अहं यदि वृक्षाः वायन्ति अन्यन्तवस्थायां न्यन्तवस्थां वाक्यं किं मरत् मरत् वृक्षाणां किञ्चित् उच्चैः वदतु न अवगच्छामि मरत् मरुत् वृक्षान् वाजयति वाजयति मरुत् वृक्षान् वाजयति इति उक्तं अस्ति खलु समीचीनमस्ति खलु वाक्यम् अन्ये किं चिन्तयन्ति मरुत् वृक्षान् वाजयति वाजयति वाजयति मरुत् वृक्षान् वाजयति न तु वाजयन्ति वाजयति खलु अकर्मकधातु अस्ति कर्मत्वं भवति समीचीनं किम् उक्तवती विजया भगिनी मया अत्र वानरेण वृक्षः वाजयति इति मया उक्तम् न पुनः चिन्तयतु वाक्यं चिन्तयतु तत्र वानरे प्रयोजककर्ता कः प्रयोजकर्ता कः इति तत्र अन्यन्तवस्थायां वाक्यं किम् इति मम स्पष्टता नास्ति अत्र किं वदति भवती इति कर्मणि प्रयोगेन भवितुम् अर्हति वानरेण वृक्षाः वाज्यन्ते इति इत्युक्ते वृक्षैः वाय्यते इति उक्त्वा इदानीं वानरैः वृक्षाः वाज्यन्ते इति वा तदानीं भवति सत्यं कर्मणि प्रयोगे भवति परन्तु भवत्याः वाक्यं कर्मणि प्रयोगे आसीत् वा न मम तु अत्र एकवचने उक्तम् इदानीं वानरैः वृक्षाः वाज्यन्ते इति भवेत् वाजयति इति उक्तं वाजयति इति उक्तं भवत्या वाजयति इति कर्तरी नास्ति अत्र आम् वानरैः वृक्षाः वाज्यन्ते इति समीचीनम् अस्तु महोदय विनय महोदय किमपि वक्तुमिच्छति वा अहं वानरसम्बन्धेन वदामः परन्तु यदि कोऽपि कोऽपि अस्ति वने पशु अस्ति यथा सिंह नास्ति परन्तु अन्य पशु अस्ति तर्हि सः पशुः सः पृथु पशुः वृक्षं वाजयति. पशु अस्ति कोऽपि पशु वृक्षं वाजयति, पशु वृक्षं वाजयति. समीचीनं समीचीनं. वृक्षं वाजयति, वृक्षः वायति, पशुः वृक्षं वाजयति, वाजयति. समीचीनं समीचीनम्. अस्तु, तर्हि वो विदुनने चुक् इति अस्माभिः दृष्टम्. इदानीं ला धातुः, विजयलक्ष्मी भगिनी कृपया. किं भगिनि? अग्रे पठतु ला धातुः. ओ अस्तु. ला धातुः अदादिगणे ला धातुः लट्लकारे लाति इति रूपम्. अर्थः लभते, स्वीकरोति इति. लीलोर् नु लुकावन्यतरस्याम् लुकाव् अन्यतरस्यां स्नेहविपातने निचिपरे स्नेहविपातने विकल्पेन ली धातोः नुक् ला धातोः लुक् च तदभावे पुक्. स्नेहः नाम तैलं घृतं. विपातनं नाम टु मेल्ट् डिसाल्व्. स्नेहविपातनार्थे निचि ली धातोः नुगागमः ला धातोः लुगागमः च विकल्पेन भवति. लीश्च लाश्च लीलौ द्वन्द्वः तयोर् लीलोः. नुक् च लुक् च नुग्लुकौ द्वन्द्वः. स्नेहस्य विपातनं स्नेहविपातनं तस्मिन् स्नेहविपातने षष्ठीतत्पुरुषः. लीलोः षष्ट्यन्तं नुग्लुकौ प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तं स्नेहविपातने सप्तम्यन्तम् अनेकपदम् इदं सूत्रम्. अर्ति ह्री व्ली रीक्नुयीक्ष्या क्ष्मायातां पुङ्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. स्नेहविपातने लीलोः अङ्गस्य नुग्लुकौ नौ अन्यतरस्यां. ला धातु इत्यस्य लट्लकाररूपं भवति लाति इति. अदादिगणस्य धातु अस्ति. अर्थः लभते, स्वीकरोति इति भवति. अत्र निचि परे स्नेहविपातने इत्युक्ते स्नेह इत्युक्ते तैलम् अथवा घृतम् इति अस्ति. विपातनम् इत्युक्ते टु मेल्ट्. तद् संस्कृते तस्य अर्थः सिनोनिम् अस्ति वा भगिनि? विपातनं द्रवीकरणं. हा, द्रवीकरणम्. अतः तैलम् अथवा तैलस्य अथवा घृतस्य द्रवीकरणं यदा भवति तत्र किं भवति? पुक् आगमः भवति वा? न, अत्र अस्मिन् अर्थे स्नेहविपादनार्थे अत्र नुक् लुक् इति उक्तं खलु. नुगागमः लुगागमः. हा, ली धातोः नुगागमः भवति, अपि च ला धातोः लुगागमः भवति. अत्र लीश्च लाश्च लीलौ इति द्वन्द्वः. तयोः इति लीलोः. नुक् च लुक् च इति आगमद्वयं तत्र तेषां तयोः द्वन्द्वं कृत्वा द्वन्द्वे द्वन्द्वौ नुक् लुगौ इति रूपं भवति. अनन्तरं स्नेहविपातनम् इति तु स्नेहविपातने इत्यस्य स्नेहविपातनं तस्मिन्. अतः स्नेहविपातने इति सप्तम्यन्तं स्नेहविपातनम् इत्यस्य षष्ठी तत्पुरुषः इत्यस्ति. स्नेहस्य विपातनम् इति अर्थे षष्ठी तत्पुरुषः. अतः अत्र लीलोः सूत्रे किं किम् अस्ति इति पश्यामश्चेत् लीलोः नुक् लुगौ अन्यतरस्यां स्नेहविपातने इति अस्ति. अत्र पदद्वयं परन्तु प्रथमपदस्य लीलोः नुक् लुगाव् अन्यतरस्यां न त्रिपदम् इदं सूत्रं लीलोः. तत्र तु द्वन्द्वसमासः अपि च षष्ठ्यन्तमस्ति लीलोः इति. नुक् लुगौ इति प्रथमान्तं नुक् लुगौ नुक् लुकौ इति प्रथमान्तम् अन्यतरस्याम् इत्यस्य नुक् लुकाव् अन्यतरस्याम् इति तत्र सन्धिकृतमस्ति. कति पदानि सन्ति अत्र? अत्र स्नेहविपातने इति एकं पदं लीलोः इति एकं पदं लुकौ इति एकं पदम् अन्यतरस्याम् इति चत्वारः पदानि सन्ति. चत्वारि पदानि सन्ति अपि च अङ्गस्य इत्यस्य अधिकारः अस्ति. अर्ति ह्रीव्लि इति सूत्रेण नौ इत्यस्य अनुवृत्तिः अपि अस्ति. अतः स्नेहविपातने लीलोः अङ्गस्य नुक् लुकौ नौ अन्यतरस्याम् इति सूत्रस्य किम् अर्थः. सम्यक् समीचीनम्. अस्मिन् विषये इतोपि किञ्चित् चिन्तनीयं भवति. अत्र ली इत्यनेन केषां धातूनां ग्रहणं, ला इत्यनेन कस्य ग्रहणम् इति किञ्चित् चिन्तनीयं भवति. तद्वयम् अग्रिमसप्ताहे चिन्तयिष्यामः. तर्हि अत्र सूत्रार्थः सरलतया वयं पश्यामः चेत् ली धातोः नुगागमः स्नेहविपातनार्थे इत्युक्ते पश्यन्तु ली धातोः यदि सूत्रं नास्ति चेत् ली धातोः का गतिः भवति? सूत्रं नास्ति चेत् ली धातोः ली धातोः भू भावयति लाययति इति भवति वा? ली इत्यत्र लै लायि लाययति लाययति इति भवति. लाययति इति रूपम् अस्ति. इति रूपं तु लभ्यते. सूत्रं नास्ति चेत् रूपं लभ्यते. परन्तु अत्र लीनयति इति रूपमपि इष्यते नुगागमं कृत्वा. लीनयति इति रूपं तदर्थम् अत्र नुगागमः क्रियते. लीनयति विलीनयति इति प्रसिद्धं रूपम् अस्ति खलु वेदान्तेषु श्रूयते बहुधा. विलीनः ब्रह्मणि विलीनः सत्यम् अस्ति खलु. मग्नः इत्यर्थे वा? मग्नः इति अर्थ तत्र तु मग्नः इति अर्थः विलीनः इति. अत्र तु विलीनः इति तत्र मग्नः इति अर्थः नास्ति. अत्र विलीनयति इत्युक्ते मग्नः इति अर्थः नास्ति. अत्र तु स्नेहविपातनार्थे टु मेल्ट् इत्यस्मिन् अर्थे अस्ति. अत्र मग्नः इति शब्दः भिन्नः. तत्र तु वन् इत्यर्थे अस्ति खलु विलीनः. तत्रापि वक्तुं शक्यते खलु दट् यु टेक् द फार्म् आफ् दि अदर् मेल्ट् भूत्वा. तत्र धातुः कः विलीनः इति? अत्र धातुः कः? लग्नः इति वा? न जाने. न अर्थः भवती वदति परन्तु धातुः लीनः विलीनः. दृष्ट्वा वदामि एकनिमिषम्. लीनः लीयोगः तप्रत्ययः तत्र लीयोगः तप्रत्ययः तकारस्य नकारः जायते लीनः इति रूपं तत्र निजन्तप्रसङ्गः नास्ति अतः तत्र तु स्नेहविपादनार्थे इति अर्थः नास्ति तत्र लीनः इत्युक्ते लय लयप्राप्तः इति अर्थः द्वयोः ऐक्यम् इति अर्थे खलु मेल्ट् इति अस्ति मेल्टेड् आर् डिसाल्व्ड् विलीनः डिसपियर्ड् इति अस्ति परन्तु तत्र निजन्तप्रयोगः नास्ति निजन्तप्रयोगः निजन्तप्रयोगे तु मेल्ट् इत्यस्मिन् अर्थे एव अस्ति अत्र विलीनयति इति मेल्ट् इत्यस्मिन् अर्थे एव अस्ति अत्र लीनः इत्यत्र बहवः अर्थाः सन्ति खलु अत्र तु विलीनयति इत्यत्र एकः एव अर्थः स्नेहविपातनार्थे यतो हि नुगागमः अन्यत्र न भवति खलु इति अस्ति एवमेव लादातोः अत्र लुगागमः भवति तत्र किञ्चित् चिन्तनीयं तत्र केषां धातूनां ग्रहणम् अत्र इति किञ्चित् चिन्तयामः अग्रिमसप्ताहे इदानीं समयः अतीतः एतावत्पर्यन्तं तत्र सूत्रं पुनः अग्रिमसप्ताहे पठामः अत्र एतावत् अद्य धन्यवादः महोदय धन्यवादः इदानीं पश्यतु विजया भगिनी तत्र सर्वदा तत् परिष्करोति बहु लाभदायकमस्ति यदि वयं परस्परं वाक्यस्य परिशीलनं कुर्मः चेत् बहु लाभदायकमस्ति इदानीं विजया भगिनी बहुवारं महोदय महोदय इति परिष्कृत्य उक्तवती लाभाय अस्ति वा न वा अस्ति एव महोदय अस्ति एव अतः वयं प्रयत्नं कुर्मः परस्परं तत्र परिशीलयितुं सम्भाषणं समीकरणम् एतत् एव करणीयमेव एतत् सर्वं करणीयं चेत् दशवर्षानन्तरमपि वयं दोषेनैव वदन्तः स्म अस्तु धन्यवादः भगिनी धन्यवादः भगिनी धन्यवादः नमस्कारः